गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् आकाशस्य लक्षणनिरूपणम् इत्यस्मिन् अवसरे वयं स्मः तत्र शब्दगुणकम् आकाशं तच्च एकं विभु नित्यञ्च इति आकाशस्य लक्षणम् उक्तं तत्र शब्दगुणकम् आकाशम् इति यावत् लक्षणमस्ति तत्र शब्दगुणकम् आकाशं तत्र गुण इति पदं किमर्थम् इति पृष्ट्वा किमर्थं शब्दवत् आकाशं नो चेत् शब्दवान् आकाशः इति किमर्थं न लक्षितं गुणपदं किमर्थं योजितम् अस्य प्रयोजनं किम् इति पृष्ट्वा तत्र सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् अनेन तत्र भेदः सिद्ध्यति आदेयतायोः भेदः सिद्ध्यति अपि च प्रतियोगितायाः अपि सम्बन्ध अवच्छिन्नत्वम् अस्ति इति पठित्वा तत्र गुणपदेन समवायसम्बन्धः सूचितः इति अस्माभिः दृष्टं तत्र किमर्थं समवायसम्बन्धस्य सूचना तस्य आवश्यकता का इति चेत् इदानीम् आकाशः इति द्रव्यम् अस्ति वा न वा इति कथं वा अस्माभिः ज्ञायते इति प्रश्नः उदेति आकाशः अस्ति इति सर्वं व्यवहरामः सर्वे व्यवहरामः किन्तु आकाशम् अस्ति इति ज्ञानार्थं तत्र कथं वा आकाशस्य ज्ञानं भवितुम् अर्हति इत्यस्मिन् विषये चिन्तनं प्रवृत्तं तत्र प्रतिनियतग्राह्याः इति आगतं तत्रापि प्रतिनियतग्राह्याः गुणाः तद्ग्राहकाणि इन्द्रियाणि इति एतत् सर्वम् अस्माभिः अधीतं तत्र बाह्यानां विषयानां ज्ञानं कथं भवति इति तत्र निकषाद्वयम् अस्माभिः अधीतम् एकं तु तस्मिन् उद्भूतरूपं भवेत् अपि च परमाणुपरिमाणभिन्नपरिमाणं भवेत् इति निकषाद्वयम् उक्तं प्रत्यक्षार्थं प्रथमं प्रत्यक्षार्थं निकषाद्वयम् उक्तम् अपि च तत्र इदानीं प्रत्यक्षं बाह्यप्रत्यक्षम् इत्युक्ते किम् इति चेत् यत् चक्षुषा गृह्यते किमर्थमित्युक्ते अत्र निकषायां तत्र उद्भूतरूपमपि भवेत् इति लिखितम् इदानीं तत्र त्वचा यद् ज्ञायते तत्र उद्भूतरूपस्य आवश्यकता नास्ति यदि त्वचा यद् ज्ञायते तदपि प्रत्यक्षे अन्तर्भूतम् इति यथा नव्यनैयायिकैः वदन्ति नव्यनैयायिकैः उक्तं तथा स्वीकुर्मश्चेत् तत्र उद्भूतरूपम् इत्यस्य आवश्यकता नास्ति नास्ति इति न किन्तु तत्र उद्भूतरूपम् इति वदामश्चेत् तत्र त्वचा रूपं न गृह्यते किमर्थमित्युक्ते रूपं प्रतिनियतग्राह्यम् अस्ति इत्युक्ते केवलं चक्षुषा एव तस्य ग्रहणं भवति रूपस्य ग्रहणं भवति इत्यतः तत्र एतादृश अवगमनं भवेत् अपि च इदानीं तत्र बाह्यद्रव्याणां विषये इति यद्यपि मया उक्तं तत्रापि किञ्चिदिव परिष्कर्तव्यं भवति इदानीं परमाणुपरिमाणभिन्नपरिमाणम् इति उक्तं तत्र विद्याभगिनी वदति वा परमाणुपरिमाणभिन्नपरिमाणं परिमाणानि कानि इति वदति वा परमाणुपरिमाणभिन्नपरिमाणानि परममहत्परिमाणं मध्यमपरिमाणम् हा इति परिमाणद्वयमस्ति, आहत्य परिमाणत्रयमस्ति. एकं तु परमाणुपरिमाणं, द्वितीयं तु मध्यमपरिमाणं, तृतीयं तु परममहत्परिमाणम्. इदानीं बाह्यविषयेषु तत्र प्रत्यक्षं भवति इति चेत् किमर्थं परमाणुपरिमाणभिन्नपरिमाणम् इति उक्तं? तत्र परममहत्परिमाणं यस्मिन् द्रव्ये अस्ति तद् द्रष्टुं शक्यते वा? विद्याभगिनी किं चिन्तयति? न द्रष्टुं शक्यते. परममहत्परिमाणम् आकाशस्य अस्ति चेत् तत्र न द्रष्टुं शक्यते. परन्तु तथापि अत्र वदतु भगिनि. तथापि परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते अत्र परममहत्परिमाणमपि तस्मिन् अन्तर्भूतः, परन्तु यस्मिन् परममहत्परिमाणम् अस्ति तद् द्रष्टुं न शक्यते इति एव चिन्तयामि. सत्यम्. इदानीं तत्र केषां द्रव्याणां परममहत्परिमाणमस्ति इति वदति वा? परममहत्परिमाणम् आकाशस्य अस्ति. कालः, दिक्, जीवः, ईश्वरः, जीवात्मा, ईश्वरः, परमात्मा इति. परमात्मा हा इति. अत्र पश्यतु, आकाशस्य प्रत्यक्षं न भवितुमर्हति, कालस्य प्रत्यक्षं न भवितुमर्हति, दिशः प्रत्यक्षं न भवितुमर्हति, परमात्मनः प्रत्यक्षं न भवितुमर्हति इति सर्वत्र. अत्र केवलं जीवात्मनः प्रत्यक्षम्. इदानीं जीवात्मनः प्रत्यक्षं भवितुमर्हति वा? तत्र नैयायिकानां चिन्तनं किम्? जीवात्मनः प्रत्यक्षं भवति, मनसा भवति इति वयं दृष्टवन्तः खलु. सत्यम् इति कृत्वा तत्र केवलं जीवात्मनः प्रत्यक्षं मनसा भवति इति नैयायिकैः अङ्गीक्रियते इति कृत्वा तत्र परमाणुपरिमाणभिन्नपरिमाणम् इति निकषायाम् एका निकषा उक्ता अस्ति. नो चेत् तत्र केवलं मध्यमपरिमाणम् इति वदामश्चेत् तत्र किमपि क्लेशः नास्ति. तत्र अतिव्याप्तिः वा अव्याप्तिः वा न भवत्येव. केवलं तत्र आत्मनः प्रत्यक्षं वक्तव्यम् इत्यतः तत्र परमाणुपरिमाणभिन्नपरिमाणम् इति तैः उक्तम्. समीचीनं महोदय. हा, तत्र आत्मा इति गुणं यदस्ति, द्रव्यं यदस्ति, तदेव जीवः, नैयायिकानां जीवः इत्युक्ते इति वदन्ति. नैयायिकानां मतानुसारम् आत्मा इति द्रव्यमेव. अस्तु महोदय. हा, तदेव जीवात्मा. ईश्वरः इति अपि वदति, तत् किम्? परमात्मा इति तत्र आत्मनः वैविध्यं कृत्वा एकस्तु जीवात्मा, तत्तु अनेकः इति अपि, अनेकाः इति अपि नैयायिकैः उक्तं. जीवात्मा महोदय, परमात्मा इति वदति, तत् पारिभाषिकपदम् अस्ति वा नैयायिकानाम्? आमां, मते परमात्मा इति ईश्वरः इति, ईश्वरः इति ते ईश्वरम् अङ्गीकुर्वन्ति. तद् द्रव्यं न? आम्, तद् द्रव्यं द्रव्यमेव, द्रव्यं द्रव्यमेव. ईश्वरः अपि नवद्रव्याणि महोदय. तत्र आत्मा इति अस्ति किल, नवद्रव्येषु, नवद्रव्येषु आत्मा इति अन्तर्भवति. भवान् जीवः इति वदति. न, मया किमुक्तं, तत्र नवद्रव्येषु आत्मा इति अन्यतमः. इदानीम् आत्मा कतिविधा, आत्मा कतिविधं, कति तत्र वैविध्यं कथमस्ति इति चेत्, एकं तु परमात्मा, अन्यं तु जीवात्मा इति प्रथमं तत्र भेदः कृतः. तदनन्तरम् इदानीं जीवात्मा इत्यस्मिन् तत्र अनेकाः जीवात्माः तैः अङ्गीकृतः वर्तते. आं महोदय, अस्तु. परमात्मा तु एकमेव, किन्तु आहत्य इदानीम् आत्मा इति एकमेव द्रव्यं सप् नवद्रव्येषु एकविधद्रव्यमस्ति एकमेव इति न एकविधद्रव्यमस्ति नवद्रव्येषु महोदय तत्र द्रव्यस्य आत्मा द्रव्यस्य आत्मा जीवात्मा अथवा परमात्मा वा द्वयमपि परमात्मा अपि द्रव्यमेव जीवात्मा अपि द्रव्यमेव द्रव्यमेव आम् ईश्वरः परमात्मा आम् धन्यवादः अस्तु इति तत्र प्रत्यक्षयोग्यत्वविषये तत्र निकषाद्वयम् अस्माभिः दृष्टम् उद्भूतरूपं भवेत् अपि च परमाणुपरिमाणभिन्नपरिमाणं भवेत् इति अपि च अस्माभिः किं दृष्टं तत्र रूपं केवलं चक्षुषा ज्ञायते रसः केवलं रसनेन्द्रियेण ज्ञायते गन्धः इति तत्र रूपं रसः गन्धः इति एते सर्वे गुणाः गन्धः केवलं घ्राणेन्द्रियेण ज्ञायते स्पर्शः त्वचा ज्ञायते शब्दः श्रोत्रेन्द्रियेण ज्ञायते अपि च ज्ञानादि आत्मगुणाः ज्ञानं सुख दुःख इच्छा द्वेष प्रयत्न इति षड्गुणाः ते केवलम् आत्मनि एव विद्यते इति कृत्वा ते आत्मगुणाः इति कथ्यते इति कथ्यन्ते इति कथ्यते ते आत्मगुणाः केवलं मनसा गृह्यते इति अस्माभिः अधीतम् अपि च इदानीं चक्षुषा यद्रूपं गृह्यते केवलं रूपमिति न तद्रूपं यस्मिन् द्रव्ये विद्यमानमस्ति घटमिति स्वीकुर्मश्चेत् तदपि चक्षुषा गृह्यते इत्युक्ते चक्षुषा द्रव्यम् अपि च तस्मिन् विद्यमानरूपम् इति गुणं गृह्यते एवमेव तत्र त्वचा अपि त्वचा इदानीं स्पर्शः इत्यस्य गुण इति गुणस्य बोधः जायते किन्तु केवलं गुणस्य इति न तद् सः गुणः यस्मिन् द्रव्ये विद्यमानस्ति विद्यमानमस्ति तदपि ज्ञायते त्वचा इति अपि च एवमेव मनः मनसा केवलम् आत्मगुणाः एव ज्ञायन्ते इति न किन्तु ते गुणाः यस्मिन् आत्मनि विद्यते सः आत्मा अपि मनसा ज्ञायते इति नैयायिकानां मतम् अपि च इदानीं रसनेन्द्रियेण अपि च घ्राणेन्द्रियेण केवलं गुणमेव ज्ञायते न तु रसः इति गुणः वा गन्धः इति गुणः वा यस्मिन् द्रव्ये विद्यते तत् तन्न ज्ञायते रसनेन्द्रियेण केवलं गुणमेव ज्ञायते न तु द्रव्यं यस्मिन् अधिष्ठितम् अस्ति तद्गुणं तद् न ज्ञायते इति नैयायिकानां मतम् अन्तिमं तु इदानीं शब्दः शब्दः इति गुणं श्रोत्रेन्द्रियेण ज्ञायते इदानीं शब्दः कुत्र वर्तते इति चेत् समवायसम्बन्धेन आकाशे वर्तते तदेव लक्षणमस्ति किल शब्दगुणं शब्दगुणकम् आकाशम् इति शब्दम् इति गुणं समवायसम्बन्धेन आकाशे वर्तते गुणगुणिनोः मध्ये समवायसम्बन्धः एव भवितुमर्हति इत्यतः इदानीं तादृश आकाशः यस्मिन् शब्दः विद्यते तत् केन इन्द्रियेण ज्ञायते इति चेत् केनापि इन्द्रियेण न ज्ञातुं शक्यते आकाशः चक्षुषा रसनेन्द्रियेण घ्राणेन्द्रियेण त्वचा श्रोत्रेन्द्रियेण मनसा अपि येन केनापि इन्द्रियेण आकाशः न आकाशं न ज्ञातुं शक्यते इदानीम् आकाशः इति द्रव्यम् अस्ति इति कथं वा वक्तुं शक्यते इति चेत् अत्र अनुमानम् इति भिन्नप्रमाणमस्ति नैयायिकानां मतानुसारं तत्र चत्वारि प्रमाणानि सन्ति. प्रथमं तु प्रत्यक्षं. प्रत्यक्षम् इत्युक्ते यद् इन्द्रियेण ज्ञायते, यद् ज्ञानं विशिष्टज्ञानम् इन्द्रियेण जायते तदेव प्रत्यक्षम् इति नैयायिकानां मतं. द्वितीयं तु अनुमानं. तृतीयं तु उपमानं. चतुर्थं तु शब्दम् इति चत्वारि प्रमाणानि सन्ति. तेषु अनुमानप्रमाणेन आकाशस्य ज्ञानं भवति. किमर्थमित्युक्ते आकाशः प्रत्यक्ष अयोग्यः. प्रत्यक्षेन तस्मिन् आकाशे रूपं नास्ति. रूपमेव नास्ति इति चेत् उद्भूतरूपमपि नास्ति. अपि च तस्य परममहत् यद्यपि परमाणुपरिमाणभिन्नपरिमाणमस्ति किन्तु रूपं नास्ति इत्यतः अस्माकं निकषा न पूरिता इति कृत्वा तत्र आकाशस्य प्रत्यक्षं न भवति. येन केनापि इन्द्रियेण न भवति. अतः अनुमानेनैव ज्ञायते इति नैयायिकानां मतम्. इदानीं तत्र द्रव्यप्रत्यक्षं केन भवति इति शीर्षकमस्ति. एकपञ्चाशततमपुटे अस्ति. ततः आरभ्य इदानीं पठनीयम्. इदानीं वयं एतादृशचर्चायां तत्र गतवर्गे यत् चर्चा अभवत् अनेन इदानीं तत्र साक्षात् पाठं पठितुं तत्र योग्यता अस्माभिः प्राप्तः इति कृत्वा साक्षात् पाठं प्रति गच्छामः. इदानीं कः पठति प्रथमं? विजया भगिनी, भवती आरब्धुमिच्छति वा? अस्तु जि. द्रव्यप्रत्यक्षं केन भवति इति आरभ्य. द्रव्यप्रत्यक्षं केन भवति? पटे उद्भूतरूपमस्ति. परमाणुपरिमाण अतिरिक्तं मध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति. तत्र घटे इति उद्भूतरूपमस्ति. मध्यमपरिमाण परममहत्परिमाणं परमाणुपरिमाणमिति तत्र कोष्टके घटपटादयः इति तत्र गतविषये उद्भूतरूपम् अस्ति इति तत्र दत्तवन्तः. गते उद्भूतरूपमस्ति. परमाणुपरिमाण अतिरिक्तं मध्यपरिमाणं च वर्तते इति कोष्टके वयं दृष्टवन्तः. तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति. एतत् चक्षुषा त्वचा एव प्रत्यक्षं योग्याः भवति इति वयं जानीमः तत्र. समीचीनम्. अत्र भगिनी, अत्र तस्य, अत्र वाक्ये तस्य इति अस्ति किल, कस्य? तस्य इत्युक्ते परिमाणमेव खलु. न, इदानीं कस्मिन् विषये अस्माकं चिन्तनं? परिमाणम् इति गुणः तस्य प्रत्यक्षस्य विषये वा, नो चेत् भवान् एव वदतु इति तस्य द्रव्यस्य महोदय. द्रव्यस्य, सत्यं विजय भगिनी, सत्यं. किन्तु अत्र अस्मिन् वाक्ये कीदृश द्रव्यस्य विषये चिन्तनं? समीचीनम्. अत्र तस्य इत्युक्ते घटस्य, घटस्य ज्ञानं चक्षुषा अपि च त्वचा तस्य प्रत्यक्षं भवति इति उक्तम्. किमर्थं तस्य प्रत्यक्षं भवति इति चेत् तत्र उद्भूतरूपमपि अस्ति अपि च परमाणुपरिमाण अतिरिक्तपरिमाणम्. अत्र इदानीं घटस्य मध्यमपरिमाणमस्ति इति कृत्वा तत्र निकषाद्वयमपि पूरितम् इति कृत्वा घटस्य प्रत्यक्षं चक्षुषा अपि च त्वचा भवति इति अत्र उक्तमस्ति. समीचीनम्. इदानीं विधि भगिनी अग्रे पठति वा. आं महोदय. परमाणुगृहणकयोः उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं साक्षात्कारः न भवति. अग्रे अपि अग्रिमवाक्यमपि पठतु. एवमेव घ्राणेन्द्रियादीनि प्रतिव्याधिद्रव्यरूपाणि अपि न प्रत्यक्षानि. तत्र पृथिवी परमाणु एतत् विषयमपि कोष्ठके अस्ति. परमाणु द्वयणुकयोः उद्भूतरूपम् अस्ति. वयं जानीमः उद्भूतरूपम् अस्ति परमाणुद्वयणुकयोः. किन्तु अत्र परमाणपरिमाण अतिरिक्तपरिमाणं न वर्तते. निकषाद्वयं पूरयितुं प्रत्यक्षं भवति. अत्र तु परमाणुद्वयणुकयोः उद्भूतरूपं नास्ति इत्यतः उद्भूतरूपं नास्ति वा अस्ति वा. उपरि उद्भूतरूपम् अस्ति, परन्तु द्वितीयनिकषा परमाणुपरिमाण अतिरिक्तभिन्न भिन्नपरिमाणं नास्ति इत्यतः साक्षात् प्रत्यक्षं न भवति. अत्र समीचीनं भगिनि. अत्र परमाणुद्वयणुकयोः उद्भूतरूपमस्ति इति दत्तमस्ति किल. केषां द्रव्याणां परमाणुद्वणुकयोः उद्भूतरूपमस्ति वदतु. पृथ्वी अप् तेजस् वायु. इदानीं पश्यतु, वायु वायवीयपरमाणुषु उद्भूतरूपमस्ति वा. वायवीयपरमाणुः इति अत्र अत्र इतोपि अस्माभिः अवगन्तव्यं. तत्र यद्यपि तत्र परमाणुद्वणुकयोः उद्भूतरूपमस्ति इति लिखितम्, अत्र अनेन वाक्येन केवलं पृथिवी जल तेजः इति एतेषां परमाणूनां द्वणुकयोः परमाणूनाम् अपि च द्वणुकानां विषये एव उक्तम् इति अवगन्तव्यम्. वायवीयपरमाणोः तत्र परमाणुषु तत्र रूपं नास्ति इति वयं जानीमः, अतः तस्य प्रत्यक्षं न भवत्येव. अस्तु. एवमेव घ्राणेन्द्रियाणि प्रतिव्याति द्रव्यरूपाणि अपि न प्रत्यक्षानि. एवमेव घ्राणेन्द्रियं रसनेन्द्रियम् इत्यादीनि द्रव्यरूपाणि अपि न प्रत्यक्षम्. तत्र किं चिन्तनम् अस्माभिः अधीतं किल, किमर्थं तेषां प्रत्यक्षं न भवति इति. ग्राणे उद्भूतरूपं नास्ति. समीचीनं. परमाणुपरिमाण अतिरिक्तभिन्नपरिमाणम् अस्ति, उद्भूतरूपं प्रत्यक्षं न भवति. उद्भूतरूपं नास्ति इत्यनेन प्रत्यक्षं न भवेत्. बहु समीचीनं भगिनि. तत्र इन्द्रियाणां यद्यपि परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते मध्यमपरिमाणम् अस्ति, तथापि तेषु उद्भूतरूपं नास्ति इत्यतः तेषां प्रत्यक्षं न भवति. अग्रिमवाक्यमपि भवती एव पठतु. तत्र पृथ्वी तस्य सत्त्वेन रूपवत्त्व अनुमाने अपि अतीन्द्रियत्व अवलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम् निर्धारितम् निर्धारितम् पृथ्वी वदतु. पृथ्वी सत्त्वस्य सत्त्वेन रूपवत् रूपवत्वा अनुमाने अपि अतीन्द्रियत्वं नावगतं महोदय. अस्तु, अत्र वयं वयम् अनुमानरूपेण उद्भूतरूपम् इति अनुमानरूपेण ऊह्यन्ति वा महोदय? अत्र पश्यतु, तत्र प्रथमं तत्र तत्र इति दत्तमस्ति किल, कुत्र? पृथिव्यादि द्वियणुक् नास्ति. इदानीम् अस्माकं चिन्तनं कस्मिन् विषये? ग्राणि इन्द्रियाणि पृथिव्याति द्रव्यम्. इदानीं तत्र ग्राणेन्द्रियम् इति स्वीकुर्मः, इदानीं केवलं ग्राणेन्द्रियम् इति स्वीकुर्मः. ग्राणेन्द्रियं कीदृशद्रव्यमस्ति? पार्थिवद्रव्यम्. समीचीनं, ग्राणेन्द्रियं पार्थिवद्रव्यमस्ति. इदानीं तत्र इत्युक्ते ग्राणेन्द्रिये पृथिवीत्वं पृथिवीत्वं पृथिवीत्वम् अस्ति अस्ति किल, इत्युक्ते पार्थि ग्राणेन्द्रियं पार्थिवद्रव्यमस्ति. अतः पृथिवीत्वम् इति जातिः. एकनिमिषम् एकनिमिषं, तत्र किञ्चित् मन्देन गच्छामश्चेत् अवगमनं भवति. इदानीं तत्र इत्युक्ते ग्राणेन्द्रिये पृथिवीत्वं पृथिवीत्वम् इति जातिः. सर्वेषु पार्थिवद्रव्येषु पृथिवीत्वम् इति जातिः वर्तते किल? इति पृथिवीत्वस्य सत्त्वेन, यद्यपि ग्राणेन्द्रिये पृथिवीत्वम् अस्ति तथापि, पुनः पठतु, रूपवत्त्व अनुमाने अपि. अत्र टिप्पणी अस्ति किल, तत् प्रथमं पठतु. द्वाभ्यां परमाणुभ्यां न द्वितीयटिप्पणी. समीरं, पृथिवीत्वं भवति यत्र तत्र रूपम् अवश्यं भवति इति नियमः. यत्र यत्र रूपं भवति तत्र पृथिवीत्वं भवति इति नियमः वा? न, भिन्न तत्र भिन्नरीत्या तत्र विरुद्ध. यत्र पृथिवीत्वं यत्र पृथिवीत्वं भवति तत्र रूपम् अवश्यं भवति इति नियमः. सत्यं सत्यं. किमर्थमित्युक्ते तत्र तैजसि तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम्, अन्यानि सर्वाणि रूपाणि पृथिव्याम् अस्ति इति कृत्वा यत्र यत्र पृथिवीत्वं वर्तते तत्र तत्र रूपम् अवश्यं भवति इति तदेव अनुमानम्. हा, रूपवत्त्वम् अनुमाने अपि इत्युक्ते इन्द्रिय इदानीं ग्राणेन्द्रियम् इति स्वीकुर्मश्चेत् ग्राणेन्द्रिये ग्राणेन्द्रियं पार्थिवद्रव्यम् इति कृत्वा तस्मिन् पृथिवीत्वम् अस्ति. पृथिवीत्वम् अस्ति इति कृत्वा यत्र यत्र पृथिवीत्वं तत्र तत्र रूपवत्त्वम् इति व्याप्त्या ग्राणेन्द्रिये अपि रूपं भवेत् इति अस्ति अनुमानं कुरु. तत्र न रूपम् अस्ति इति अनुमानेन ज्ञातम्. इदानीम् अग्रे पठतु. अतीन्द्रिय अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम्. इदानीं तत्र एकम् एकनिमिषम् एकनिमिषं, तत्र अतीन्द्रियत्वम् आलोच्य इत्युक्ते किम्? अन्येन्द्रियै इति नास्ति. तत्र सर्वेषाम् इन्द्रियाणां प्रत्यक्षं न भवति इति कोष्टके अस्माभिः दृष्टि अधीतं किल. यत्किमपि इन्द्रियस्य प्रत्यक्षं न भवति इति कृत्वा तत्र अतीन्द्रियम् आलोच्य, तत्र इन्द्रियम् अस्ति यद्यपि ग्राणेन्द्रिये पृथिवीत्वम् अस्ति प्रीतित्वमस्ति चेत् तत्र रूपम् अपि अस्ति, तथापि अपि च तस्य मध्यमपरिमाणमपि अस्ति, तथापि तद् न दृश्यते, तस्य तस्मिन् अतीन्द्रियत्वं वर्तते इति कृत्वा न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम् इति स्वीकृतम् इति. इन्द्रियेषु यद्यपि रूपमस्ति, सर्वेषु इन्द्रियेषु इति न, केवलं ग्राणेन्द्रिये, रसनेन्द्रिये, अपि च चक्षुरिन्द्रिये, वायवीय इन्द्रिये, अपि च आकाशीय इन्द्रिये रूपं नास्ति एव. अतः तत्र केवलं ग्राणेन्द्रिये, रसनेन्द्रिये, अपि च चक्षुरिन्द्रिये रूपमस्ति चेदपि तस्य तेषाम् अतीन्द्रियत्वात् उद्भूतरूपं नास्ति इति स्वीकृतम् इति अस्ति. अग्रिमवाक्यं भवती एव पठतु. किमिति भगिनि? एकनिमिषं विजया भगिनी किमपि उक्तवती वा? अतीन्द्रियत्वम् इत्युक्ते किं जि? यत् इन्द्रियेण न ज्ञातुं शक्यते तद् अतीन्द्रियम्. अतीन्द्रियं तादृशभावः अतीन्द्रियत्वम्. अवगच्छति वा? धन्यवादः. विजय भगिनी अग्रे पठतु. अतः उद्भूतरूपभाव उद्भूतरूपाभावात् तानि अपि अतीन्द्रियाणि. अतः तानि इत्युक्ते कानि? अत्र एतानि त्रीणि, घ्राणेन्द्रिय, रसनेन्द्रिय, चक्षुरिन्द्रियाणि. हा, समीचीनम्. अतः उद्भूतरूप अभावात् तानि अपि अतीन्द्रियाणि. तानि अपि अतीन्द्रियाणि. आम् इत्युक्ते अपि च इदानीं वदतु भगिनि. इत्युक्ते अतीन्द्रियं प्रत्यक्षं न भवति, अतः उद्भूतरूपम् इति वयं स्वीकुर्वन्ति. हा, तत्र उद्भूतरूपं यद्यपि रूपमस्ति तद्रूपम् उद्भूतं नास्ति इत्यतः तेषाम् इन्द्रियग्राहकत्वं न अङ्गीकृतं. तत्र प्रत्यक्षत्वमेव न अङ्गीकृतम्. इन्द्रियग्राहकत्वं नास्ति, प्रत्यक्षत्वमेव न अङ्गीकृतम्. समीचीनम्. इदानीं विद्या भगिनी अग्रे पठति वा? धन्यवादः. विजया भगिनी वा विद्या भगिनी वा? विद्या, विद्या भगिनी भवती एव. अस्तु. मनसस्तु न उद्भूतरूपं नापि उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम्. शब्दाश्रयस्य, गगनस्य, वायोश्च परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपम् अस्ति इति तयोरपि प्रत्यक्षं न भवति. तर्हि मनसः उद्भूतरूपं नास्ति, अपि च तस्मिन् परमाणुपरिमाणम् अस्ति, अतः परमाणुपरिमाण अतिरिक्तपरिमाणमपि नास्ति, रूपमपि नास्ति, परमाणुपरिमाण अतिरिक्तपरिमाणमपि नास्ति इति कृत्वा तस्य प्रत्यक्षं भवितुमेव न शक्नोति. इत्युक्ते असाध्यमस्ति, असाध्यं. सुदूरम् इत्युक्ते असाध्यम्. इदानीं कस्मिन् विषये चिन्तनं? मनसः. मनसः प्रत्यक्षविषये. मनसः प्रत्यक्षविषये. मनसि उद्भूतरूपमपि नास्ति, मनसि परमाणुपरिमाण अतिरिक्तपरिमाणमपि नास्ति, अतः मनसः प्रत्यक्षं कदापि न भवति, असाध्यम् अस्ति. समीचीनम्. शब्दाश्रयस्य, गगनस्य, वायोश्च परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते इत्युक्ते अत्र आकाशः एव शब्दस्य आश्रयः अस्ति. आकाशस्य परममहत्परिमाणम् अस्ति इति जानीमः. वायोः रूपमपि नास्ति, वायोः परमाणुपरिमाणम् अतिरिक्तपरिमाणं वायौ विद्यते, वायौ अत्र मध्यमपरिमाणम् अस्ति. परन्तु न तत्रापि रूपं रूपं वायौ अपि रूपं नास्ति, अतः गगने अपि रूपं नास्ति, वायौ अपि रूपं नास्ति. गगने परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति, वायौ अपि परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति, तथापि रूपं नास्ति इति कृत्वा तयोः प्रत्यक्षमेव न भवति. इदानीं तत्र प्रत्यक्षं न भवति इति यद्यपि लिखितं, तथापि अत्र प्रत्यक्षम् इत्यनेन केवलं चक्षुषा ग्रहणम् इत्येव अवगन्तव्यं, नो चेत् अत्र त्वगिन्द्रियेण तत्र पश्यतु प्रथमपरिच्छेदे यद् विजया भगिन्या पठितम् अत्र घटे उद्भूतरूपमस्ति, परमाणु अतिरिक्तपरिमाणं मध्यमपरिमाणं च वर्तते इति, तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति इति उक्तं. तत्र त्वचा अपि प्रत्यक्षं भवति इति अङ्गीकृत्य पुनः सः वदति यत् प्रत्यक्षं न भवति इति. अतः तत्र इतस्ततः गच्छति आचार्यः एकस्मिन् पार्श्वे तत्र प्राचीनानां प्राचीनां मतं स्वीकरोति, तत्र केवलं यत् चक्षुषा ज्ञायते तदेव प्रत्यक्षम् इति, पुनः यत् त्वचापि ज्ञायते तदपि प्रत्यक्षम् इति, अपि च मनसा यद् ज्ञायते तदपि प्रत्यक्षम् इति. अस्तु, समीचीनम् इति इदानीं तत्र परिच्छेदद्वये. महोदय वदतु मुरळी महोदय, तत्र सुदूरं किमर्थं? सुदूरम् इत्युक्ते सुदूरम् इत्युक्ते न भवति इति, न अर्हति, अयोग्यम् इति. अतिदुर्लभम्? अतिदुर्लभं, दुर्लभम् इत्युक्ते न भवत्येव. यद् दुर्लभमस्ति तस्य यदा कदापि लब्धुं लब्धुम् अर्हमस्ति तत्, किन्तु अत्र सुदूरम् इत्युक्ते न भवत्येव. मनसः प्रत्यक्षं किमिति महोदय? भाषाप्रयोगः. भाषाप्रयोगः सत्रं, तत्र सुदूरम् इति तादृशप्रयोगः अस्ति. सम्यक् उक्तवान्. समीचीनं, धन्यवादः. अस्तु, इदानीम् इतोपि अग्रे, इदानीं तत्र इदानीं परिच्छेदद्वये तत्र द्रव्यस्य प्रत्यक्षविषये, द्रव्याणां प्रत्यक्षविषये सम्पूर्णचिन्तनं जातं, केवलम् अत्र शरीरम् इत्यस्मिन् विषये त्यक्तं, तद् अस्माभिः गतवर्गे अधीतं, केवलं पार्थिव अस्मदादि शरीराणाम् एव प्रत्यक्षं भवति. इदानीं जलीयशरीरं तु वरुणलोके अस्ति, अपि च तेजस तैजसशरीरं तु वायु आदित्यलोके अस्ति, अपि च वायवीय शरीरं तु तत्र वरुणलोके अस्ति इति एतादृशम् अस्माभिः अधीतं. तेषां विषये इदानीम् अत्र नास्ति, अस्मिन् लोके नास्ति इति कृत्वा तेषां शरीराणां प्रत्यक्षम् इत्यस्मिन् विषये न चिन्तयितुमेव शक्यते, तेषां प्रत्यक्षं भवति वा न वा तत्र गत्वा चिन्तयितुं शक्यते. इदानीम् अस्माकं तत्र अस्माभिः न तत्र गन्तुं शक्यते इत्यतः तेषां चिन्तनं त्यक्तं, किन्तु तन्विहाय शरीराणां चिन्तनं विहाय नवद्रव्येषु तत्र प्रत्यक्षत्वं कीदृशम्, अपि च इन्द्रियाणां विषये प्रत्यक्षं कीदृशम्, अपि च विषयाणां विषये अपि एतत् सर्वम् अभवत्. अस्तु, इदानीम् अग्रे वदतु भगिनि. अत्र प्रत्यक्षम् इत्युक्ते अत्र चक्षुषा प्रत्यक्षं भवति, चक्षुषा प्रत्यक्षं भवति चेत् अत्र उद्भूतरूपम् अपि च परमाणुपरिमाणम् अतिरिक्तपरिमाणम् इति सत्यं. त्वचा प्रत्यक्षं भवति चेत् अत्र रूपस्य आवश्यकता नास्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं भवेत् सत्यम्. अपि च अनन्तरं स्पर्शः इति गुणः भवेत्, उद्भूतस्पर्शं भवेत् तत्र, उद्भूतस्पर्शं भवेत् इति वा? इदानीं तत्र वायौ स्पर्शः इति गुणः वर्तते इति कृत्वा तस्य त्वचा ज्ञातुं शक्यते. आकाशे स्पर्शः इति गुणः नास्ति, अतः यद्यपि आकाशस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति, इत्युक्ते परममहत्परिमाणमस्ति, तथापि आकाशस्य त्वचापि ज्ञातुं शक्यते. किमर्थमित्युक्ते तस्मिन् स्पर्शः इति गुणः नास्ति. हा अस्तु हा अस्तु. स्पर्श एवमेव अत्र अत्र ग्राणेन्द्रियम् इति वदामः चेत् तत्र ग्राणेन्द्रियं गन्धः भवेत्, अनन्तरं अनन्तरं परमाणुपरिमाणम् अतिरिक्तपरिमाणम् इति तत्रापि तत्र आवश्यकता अस्ति वा ग्राणेन्द्रियसन्दर्भे अपि? ग्राणेन्द्रियम् इति कीदृशद्रव्यमस्ति? ग्राणेन्द्रियं पार्थिवद्रव्यमेव. तर्हि पार्थिवद्रव्ये पार्थिवद्रव्यस्य परिमाणम् अत्र मध्यमपरिमाणं, ग्राणेन्द्रियस्य परिमाणं मध्यमपरिमाणं. समीचीनं. इदानीं वदतु. इत्युक्ते तत्रापि परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति चेत् एव प्रत्यक्षं भवति, परन्तु तस्मिन् गन्धः अपि भवेत्. सत्यम्. इदानीं तत्र गन्धः अपि भवेत् इति नास्ति, किन्तु तत्र इदानीं पृथिव्याः लक्षणं किं? गन्धवती पृथ्वी. हा इत्युक्ते यत्र यत्र पृथ्वी अस्ति तत्र सर्वत्र गन्धमस्ति, तदेव अनेनैव लक्षितं किल. अतः भवेत् इति नास्ति, भवत्येव. अस्तु अस्तु. हा यत्र यत्र गन्धः एव आवश्यकः खलु, गन्धः पृथ्वी पार्थिव ग्राणेन्द्रियं पार्थिव अंशः एव, तर्हि तस्मिन् गन्धः भवति एव, अतः तत्र परमाणुपरिमाणम् इत्यस्य किमपि आवश्यकता एव नास्ति. परमाणुपरिमाणं भवत्याः विवक्षा का इदानीं? मया न बुद्धम्. तर्हि इदानीम् अत्र ग्राणेन्द्रियेण अत्र ग्राणेन्द्रियेण ग्राणेन्द्रियं गन्धग्राहकं, तर्हि पार्थिव इत्युक्ते इत्युक्ते कस्य प्रत्यक्षं भवति ग्राणेन्द्रियेण इत्युक्ते इदानीं गन्धः अस्ति? आम् सत्यं, किन्तु इदानीम् अस्माकं चिन्तनं तु ग्राणेन्द्रियेण यस्य प्रत्यक्षं भवति कस्य प्रत्यक्षं भवति इति न, ग्राणेन्द्रियस्य प्रत्यक्षम्. ग्राणेन्द्रस्य प्रत्यक्षं केनेन्द्रियेण? तदेव उक्तमत्र, ग्राणेन्द्रियस्य प्रत्यक्षं यस्य कस्यापि इन्द्रियेण न भवति, स्वेन अपि न भवति, अपि च अन्येन इन्द्रियेणापि न भवति. तत् तत् सत्यं महोदय, परन्तु ग्राणेन्द्रियेण कस्य प्रत्यक्षं भवति? गन्धस्य एव प्रत्यक्षं भवति खलु? सत्यं सत्यं. गन्धस्य प्रत्यक्षं, तर्हि तत्र गन्धः एव आवश्यकः, न तु तत्र परिमाणं किमपि आवश्यकः नास्ति. किन्तु इदानीं पश्यतु, पार्थिवपरमाणुषु इदानीं एकं पार्थिवपरिमाण परमाणु स्वीकुर्मः, तस्मिन् गन्धः वर्तते वर्तते इति कृत्वा इदानीं ग्राणेन्द्रियेण परमाणुः पार्थिवपरमाणुः एकः परमाणुः अस्ति इति ज्ञातुं शक्यते वा? न. हा इति कृत्वा यत्र ग्राणेन्द्रियेण ज्ञानं जायते तत्रापि परमाणुपरिमाणभिन्नपरिमाणं भवेत्. अस्तु अस्तु. नो चेत् परमाणवः पार्थिवपरमाणवः ग्राणेन्द्रियेण प्रत्यक्षं भवितुं योग्यः भवति. किन्तु सर्वत्र परमाणवः सन्ति इति कथं वा निश्चितम् इति चेत् केवलम् अनुमानेन एव. किमर्थम् इति चेत् तत्र प्रत्येकं कार्यं तस्य कारणं भवति, तस्य कारणं पुनः भवति इति. इदानीं घटः केन जायते इत्युक्ते कपालद्वयसंयोगेन जायते. कपालः केन जायते इति चेत् कपालिकाद्वयोः संयोगेन जायते इति. तत्र प्रत्येकं कार्यस्य कारणमस्ति कारणमस्ति कारणमस्ति इति अन्ततो गत्वा यत्किमपि कारणं भवेत् यस्य पुनः कारणं नास्ति इति तादृश तर्केन एव परमाणवः सन्ति इति नैयायिकैः निश्चितम्. यदि ग्राणेन्द्रियेण ज्ञातुं शक्यते चेत् तत्र एतादृशतर्कः न आवश्यकः इति कृत्वा ग्राणेन्द्रियेण यद्यपि यत् यत्किमपि पार्थिवद्रव्यं गन्धवत्वद्रव्यं गन्धवती गन्धवद्रव्यं ज्ञायते तत्रापि परमाणुपरिमाणभिन्नपरिमाणं भवेत्। परमाणुपरिमाणमेव अस्ति चेत् तत्र ग्राणेन्द्रियेनापि न ज्ञातुं शक्यते। यद्यपि गन्धः अस्ति सत्यं हा इत्युक्ते सर्वेषां येषां परमाणुपरिमाणम् एव अस्ति यत्किमपि वस्तु यत्किमपि द्रव्यं भवतु तत् पार्थिवद्रव्यं वा जलीयद्रव्यं वा यत्किमपि द्रव्यं भवतु यस्य परमाणुपरिमाणमेव अस्ति तस्य प्रत्यक्षं येन केनापि इन्द्रियेण न भवति इति एकम्। द्वितीयं तु यस्य परममहत्परिमाणमस्ति केवलं जीवात्मं त्यक्त्वा जीवात्मा त्यक्त्वा अन्यानि सर्वाणि अन्ये सर्वे पदार्थाः येषां परममहत्परिमाणमस्ति तेषामपि प्रत्यक्षं न भवति। इदानीम् आकाशस्य कालस्य दिशः परमात्मा अपि इति एतेषां सर्वेषां परममहत्परिमाणमस्ति अपि च तेषां प्रत्यक्षं न भवत्येव। अपि च इदानीं मनसः परिमाणं परमाणुपरिमाणमस्ति अतः तस्य प्रत्यक्षमपि न भवति किन्तु केवलं मनसा आत्मा यद्यपि आत्मनः परिमाणं परममहत्परिमाणमस्ति तथापि मनसा आत्मा ज्ञायते इति सम्पूर्णचिन्तनम् इदानीं। समीचीनं भगिनि अस्तु एकः प्रश्नः अन्तिमप्रश्नः अत्र आकाशस्य परममहत्परिमाणम् अस्ति इति कृत्वा तत्र रूपस्य चिन्तनमेव न भवति चेदपि तस्य प्रत्यक्षं न भवति खलु परममहत्परिमाणस्य अपि प्रत्यक्षं न भवति तर्हि अत्र पुस्तके परमाणु तत्र तादृशं मया उक्तं क्षम्यतां भगिनि अत्र इदानीं तत्र तादृशं मया उक्तं किन्तु निकषायां तन्न स्वीकृतम् इत्युक्ते यस्य परममहत्परिमाणमस्ति तत् प्रत्यक्ष अयोग्यम् इति अस्माभिः न अधीतम्। यस्य परमाणुपरिमाणमस्ति तस्य प्रत्यक्षं न भवति इति एव अधीतं किन्तु तत् उपयुज्य एतादृशमपि वक्तुं शक्यते। अपि च अग्रे आयासति इदानीम् आकाशस्य विभुत्वं किमर्थं स्वीकृतम् आकाशः प्रत्यक्ष अयोग्यः आकाशस्य प्रत्यक्षं न भवति इति चेत् तत्र आकाशम् एकं नित्यं विभुः इति एतत् सर्वम् उक्तं तत् केन आधारेण उक्तम् इति अग्रे आयास्यति चर्चा। अस्तु अस्तु अस्तु माता समीचीनम् अस्तु बालसुब्रह्मण्य महोदय अग्रे पठति वा। किं तर्हि अयोः सत्यप्रमाणम् अनुमानम् पृथिव्यादिकृते यादृशस्पर्शः वर्तते तद् विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यम् अपेक्षते इति तद् आश्रयतया वायुः सिद्ध्यति एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तद् आश्रयतया आकाशः सिद्ध्यति। वदतु महोदय। पूर्वं दृष्टवन्तः अन्यानि पदानि प्रत्यक्षं नास्ति इति एवं चेत् तयोः प्रत्यक्षं विना कथं प्रमाणं ग्रहीतुं शक्यते इति प्रश्नः अस्ति महोदय। अत्र तयोः इत्यनेन किम् उक्तं तयोः एतानि सर्वाणि वस्तूनि कुत्र प्रत्यक्षं नास्ति न इदानीं तयोः इति द्विवचनमस्ति किल शब्दः वायुः शब्दः इति वा नो चेत् शब्द आश्रयस्य गगनस्य इति वा शब्द शब्द आशयस्य गगनस्य आकाशम् आकाशम् अपि च वायु सत्यम् इति किं तर्हि आकाशवायोः सत्त्वे प्रमाणम् ते अस्ति ते ते ते स्तः तत्र तौ स्तः आकाशः अपि च वायुः अस्ति इति तत्र ते प्रत्यक्ष अयोग्याः इति कृत्वा कथं वा ते अस्ति इति ज्ञातुं शक्यते इति प्रश्नः अग्रे अनुमानमेव उत्तरम् अनुमानेन तत्र अनुमानमेव प्रमाणं भवति प्रमाणं भवति इति अग्रे पृथिव्यादिकृते यादृशस्पर्शः वर्तते पृथिव्यादिकृते यादृशस्पर्शः वर्तते तत् विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यम् अपेक्षते इति तत् आश्रयतया वायुः सिद्ध्यति द्रव्याः इत्युक्ते पृथिवी जल तेजः इत्यादि त्रीणि द्रव्येषु स्पर्शः शक्यते स्पर्शः वर्तते तद् विजातीयस्पर्शः तत् स्पर्शम् अनुभूयमानः तस्य स्पर्शद्वारा अनुभवेन यः स आश्रयभूतद्रव्यम् अपेक्षते एतद्वारा तद् आश्रयद्वारा एतानि सर्वाणि द्रव्यम् एव आश्रयः गुणेषु एव आश्रय द्रव्याणि सन्ति परन्तु एतानि सर्वाणि द्रव्याणि एव किल महोदय अहं किञ्चिदेव साहाय्यं करोमि तत्र अहं प्रश्नं पृच्छामि भवान् तस्य उत्तरं वदतु पृथिव्यादित्रिके इत्युक्ते भवता उक्तं तत्र पृथिवी जलं तेजः इति इदानीं तेजसि कीदृशस्पर्शः अस्ति तेजसि इति स्पर्शः इदानीं स्पर्शः इति गुणः चतुर्विंशतिगुणेषु अन्यतमः स्पर्शः इति गुणः विजया भगिनी वदतु उष्णरूपेण उष्णस्पर्शः तेजसि उष्णस्पर्शः वर्तते किल बालसुब्रह्मण्यं महोदय अस्तु इदानीं जले कीदृशस्पर्शः वर्तते शीतलम् शीतस्पर्शः जले शीतस्पर्शः वर्तते तेजसि उष्णस्पर्शः वर्तते पृथिव्यां कीदृशस्पर्शः वर्तते अनुष्णाशीतस्पर्शः तु वर्तते सत्यं किन्तु तस्मिन् उपरि इतोपि केवलम् अनुष्णाशीतस्पर्शः इति वदामश्चेत् वायौ अपि अनुष्णाशीतस्पर्शः एव वर्तते इति कृत्वा तत्र इदानीं तत्र यत्किमपि द्रव्यं पार्थिवद्रव्यं स्वीकरोतु इदानीं पुस्तकं स्वीकरोतु पुस्तकस्य स्पर्शनं भवता कृतं चेत् तत्र कीदृशस्पर्शः अनुभूतः भवति मृदुकठोर मृदुकठोर इत्यादिकमस्ति किल हार्ड् साफ्ट् इति इदानीं घटः तस्य स्पर्शनं भवता क्रियते चेत् तत्र कठोरस्पर्शं भवति घृतमिति पार्थिवद्रव्यमस्ति तत्र अस्माकं हस्तं स्थापयामश्चेत् तत्र मृदुत्वम् अस्माभिः अनुभूयते इति तादृशस्पर्शः अनुभूतः भवति इति पृथिव्यां काठिन्यं मृदुता इति तादृशस्पर्शः जले शीतस्पर्शः, तेजसि उष्णस्पर्शः इति तादृश स्पर्शानाम् अपेक्षया विजातीयस्पर्शः. विजातीयस्पर्शः इत्युक्ते भिन्नस्पर्शः. एतेषां स्पर्शानाम् अपेक्षया भिन्नस्पर्शः अनुभूयमानः, यद् अस्माभिः अनुभूयते सः तादृशस्पर्शः कुत्र वर्तते? बालसुब्रह्मण्यमहोदय वर्तते. अनुभूयमानः यः, स आश्रयभूतद्रव्यम् अपेक्षते इति आश्रयतया वायुः सिद्ध्यति. हा, इदानीं तत्र पार्थिवद्रव्येषु काठिन्यं मृदुता इत्यादिकम् अस्माभिः अनुभूतं, जले तु शीतस्पर्शनम् अनुभूतं, तेजसि उष्णस्पर्शम् अनुभूतं. किन्तु इदानीं वायौ, इदानीं वायुः चलति बहिः, तत्र अनुष्णाशीतस्पर्शम्, अनुष्ण अशीतस्पर्शम् अस्माभिः अनुभूयते. इदानीं तत्र स्पर्शः इति गुणः, गुणः स्वतन्त्रेण यदा कदापि वर्तते वा? बालसुब्रह्मण्यमहोदय, स्वतन्त्रेण गुणः, गुणः स्वेन स्वतन्त्रेण यत्र कुत्रापि वर्तते वा? गुणः कुत्र भवति? गुणः द्रव्ये भवति. हा, सर्वदा गुणः द्रव्ये भवति इति न केवलं, तत्र तत्र इतोपि किञ्चित् अस्ति. इत्युक्ते गुणः सर्वदा द्रव्ये एव भवति इति वक्तव्यं. स्वतन्त्रेण गुणः यदा कदापि न तिष्ठति, न भवति, सर्वदा द्रव्यम् आश्रित्य एव भवति गुणः. अवगच्छति वा? द्रव्यं विना यत् तत्र चतुर्विंशतिगुणाः अस्माभिः अधीताः, एकमपि गुणं तत्र स्वतन्त्रेण यदा यत्र कुत्रापि न भवति, सर्वदा द्रव्ये एव भवति, द्रव्येषु एव गुणाः भवन्ति समवायसम्बन्धेन, द्रव्येषु एव गुणाः भवन्ति इति कृत्वा इदानीं तत्र त्वचा अनुष्णशीतस्पर्शः अस्माभिः अनुभूतः, अनुभूयमानः अस्ति, अनुभूयमानः अस्ति चेत् तत्र किमपि द्रव्यं भवेत्, अपि च तद्द्रव्यं पार्थिवद्रव्यमपि न भवितुमर्हति. किमर्थमित्युक्ते पार्थिवद्रव्यमस्ति चेत् तत्र भिन्नस्पर्शः भवति, जलीयद्रव्यमस्ति चेत् तत्र भिन्नस्पर्शः इत्युक्ते शीतस्पर्शः भवति, तैजसद्रव्यमस्ति चेत् तत्र उष्णस्पर्शः भवति. किन्तु वायौ यत् स्पर्शः अस्माभिः अनुभूयते सः स्पर्शः तत्र विजातीयस्पर्शः, एतेषाम् अपेक्षया, एतेषां स्पर्शानाम् अपेक्षया विजातीयस्पर्शः इति कृत्वा तत्र इतोपि भिन्नद्रव्यं भवेत् यस्मिन् एतादृशस्पर्शम् अस्ति इति अनुमानं कर्तव्यम्. अनेन अनुमानेन एव वायुः इति अन्यतमद्रव्यम् अस्ति इति नैयायिकैः निश्चितम्. अवगच्छति वा? तदेव अत्र लिखितमस्ति, पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यमपेक्षते. तत्र किमपि द्रव्यं भवेत्, नो चेत् स्पर्शः इति गुणः स्वयं यत्र कुत्रापि न भवति, न तिष्ठति इति कृत्वा तदाश्रयतया वायुः सिद्ध्यति, अनुष्णाशीतस्पर्शवान् वायुः, अनुष्णाशीतस्पर्शवान् वायुः इति तत्र वायोः अनुमानेन निश्चितम्. इत्युक्ते तत्र अनुमानं कृतमस्ति चेत् तत्र प्रत्यक्षमपि अस्ति. इदानीम् अनुष्णाशीतस्पर्शम् अस्माभिः न अनुभूतम्, अनुभूतम् इत्युक्ते न प्रत्यक्षीकृतम् इति चेत् तत्र वायुः इति द्रव्यम् अस्ति इति न यदा कदापि अनुमातुं न शक्यते. अतः अनुष्णाशीतस्पर्शमेव तत्र हेतुः भवति वायोः अनुमानस्य. समीचीनम्. इत्युक्ते परिमाणं विना रूप उद्भूतरूपं विना मध्य परिमाणं विना अत्र प्रत्यक्षं निर्गन्तवन्तः वायुः विषये. वायोः विषये उद्भूतरूपं अस्माभिः निर्णेतुं न शक्यते. निर्णेतुं न शक्यते इति नास्ति, वायुः रूपं नास्ति एव. उद्भूतरूपम् इति यदा चिन्तनं भवति रूपमस्ति चेत् तद् रूपं नास्ति. समानसमये मध्यमपरिमाणम् अपि ज्ञातुं न शक्यते. तस्मात् प्रत्यक्षं विजातीयस्पर्शरूपेण एव प्रत्यक्षं निर्णेतुं शक्यते. हा, अत्र प्रत्यक्षं निर्णेतुं शक्यते इति नास्ति. अत्र का वार्ता, मुख्यवार्ता इति चेत् वायुः इति द्रव्यम् अस्ति इति कथं वा अस्माभिः निर्णीयते? वायौ रूपं नास्ति, रूपं नास्ति चेत् तत् प्रत्यक्षयोग्यं नास्ति. प्रत्यक्षयोग्यं नास्ति चेत् कथं वा वायु इति द्रव्यम् अस्ति इति अवगन्तुं शक्यते इति चेत्, नो चेत् साधयितुं शक्यते इति चेत् तत्र भिन्नस्पर्शः अस्माभिः अनुभूयते, त्वचा अनुभूयते, अनुष्णाशीतस्पर्शः. इदानीं तत्र बहिः, गृहात् बहिः गच्छामश्चेत् तत्र अनुष्णाशीतस्पर्शः त्वचा अनुभूयते. इदानीं तत्र स्पर्शः अनुभूयते इति चेत् स्पर्शः इति गुणः स्वतन्त्रेण यदा कदापि न भवति इति कृत्वा तत्र किमपि द्रव्यं भवेत् यस्मिन् एतादृश अनुष्णाशीतस्पर्शः अस्ति इति अनुमानमेव, प्रमाणमेव भवति. आम्, तत्र किन्तु किं प्रमाणमिति चेत् अनुमानप्रमाणम्. किन्तु केन कारणेन, केन हेतुना अनुमानं कृतम् इति चेत् तत्र प्रत्यक्षम् इत्युक्ते तत्र त्वचा अनुष्णाशीतस्पर्शः अस्माभिः अनुभूयते इति कृत्वा तेन हेतुना तत्र वायुः इति द्रव्यम् अस्ति इति अनुमितम्. तत्र प्रमाणमपि दत्तवन्तः खलु, अतः धूमज्ञानेन यत् वर्णेः ज्ञानं, एतत् अपि अन्य प्रमाणमस्ति खलु. वायोः अनुष्मा स्पर्श शीत एतत् विषये तत्र वर्णेः धूमः अस्ति इति अनुमानेन तत्र अग्निः अस्ति इति वयं ज्ञातुं शक्नुमः खलु अन्य उदाहरणेन. सत्यं सत्यम्. अस्तु, समीचीनम्. अत्र टिप्पण्या दत्तमस्ति, किन्तु टिप्पणी अग्रे एव आयास्यति, अतः मया न उक्तं. किन्तु यद्भवत्या उक्तं तत् सत्यमेव. यथा इदानीं पर्वते वह्निरस्ति इति कथं वा, यद्यपि तस्य वह्नेः प्रत्यक्षं साक्षात् न भवति, तस्य साक्षात्कारः, वह्नेः साक्षात्कारः न भवितुमर्हति, तथापि तत्र धूमं दृष्ट्वा वह्निः अस्ति, पर्वते वह्निः अस्ति इति यथा अस्माभिः अनुमीयते, तथा अत्रापि इदानीं तत्र अनुष्णाशीतस्पर्शः अस्ति. अपि च वयं जानीमः स्पर्शः इति गुणः स्वयं यत्र कुत्रापि न भवति, तस्य आश्रयभूतद्रव्यं भवेत् इति अस्माकं ज्ञानमस्ति इति कृत्वा तत् तत्र किमपि द्रव्यं भवेत् यस्मिन् अनुष्णाशीत विजातीयस्पर्शः वर्तते इति तादृशम् अनुमानं कृतम्. अतः एव मया उक्तं, तत्र अनुष्णाशीतस्पर्श इति हेतुना इति हेतुः, तदेव हेतुः। इदानीं तादृशहेतुः नास्ति चेत् वायुः इति द्रव्यम् अस्ति इति न ज्ञातुं शक्यते। इदानीं हेतुः अस्माभिः अनुभूयमानः अस्ति इति कृत्वा तत्र वायुः इति द्रव्यमस्ति इति ज्ञातुं शक्यते। अग्रिमवाक्यमपि बालसुब्रह्मण्यं महोदय भवान् वदतु तत्र एवमेव वदतु भगिनि। एकः प्रश्नः, वृक्षकम्बेन वृक्षं कम्बेति न तत् दृष्ट्वा ऊहं न कर्तुं शक्नोति किञ्चित् द्रव्यं वा किञ्चित् अस्ति इति? तत्र कः क्लेशः भवति इदानीं चिन्तयतु, एतत् गुणः गुणः न इति वा भेदम्? न न, इदानीं तत्र कम्पनम् इति क्रिया अस्ति, कम्पनम् इति क्रिया अस्ति, कम्पनक्रिया दृष्ट्वा अपि क्रिया अपि स्वेन यत्र कुत्रापि न तिष्ठति, क्रिया अपि सर्वदा द्रव्ये एव भवति इति कृत्वा तत्र कम्पनं दृष्ट्वा, कम्पनम् इति क्रिया दृष्ट्वा तत्र किमपि द्रव्यं भवेत् इति अनुमानं कर्तुं शक्यते। किन्तु तत्र कः क्लेशः इति चेत् कम्पनं केवलं वायु वायुना एव जायते इति न किल। अहं तत्र वृक्षं प्रति गत्वा वृक्षं गृहीत्वा तस्य कम्पनं करोति चेत्, अहं कारयामि चेत् तत्र कम्पनं भवति, कम्पनं भवति तत्र कम्पनस्य असाधारणकारणम् इत्युक्ते केवलं वायुना एव कम्पनं जायते इति स्थितिः अस्ति चेत् तत्र तादृशं साक्षात् वक्तुं शक्यते। कम्पनं दृष्ट्वा तत्र किमपि आश्रयः भवति। इदानीं अपि च इदानीं पश्यतु, इतोपि किञ्चित् वक्तव्यं, कम्पनस्य आश्रयः कः? कम्पनम् इति क्रिया, कम्पनस्य आश्रयः कः? न जान न, इदानीं कम्पनं कुत्र वर्तते? वृक्षादि पदार्थे आदि इति न वदतु, इदानीं वृक्षस्य कम्पनम् इत्येव किल? आं महोदय, अतः कम्पनम् इति क्रिया वृक्षे एव वर्तते इति कृत्वा कम्पनं दृष्ट्वा वृक्षम् अस्ति इति एव ज्ञातुं शक्यते, किन्तु तस्य कारणं वायु इति न ज्ञातुं शक्यते। अवगच्छति वा? किञ्चित् पुनः वदामि, अवगतं, वृक्ष एव वृक्ष अस्ति इति ज्ञातुं शक्यते कम्पनं दृष्ट्वा, कम्पनं दृष्ट्वा वृक्षः अस्ति इति ज्ञातुं शक्यते। किमर्थम् इत्युक्ते कम्पनं कुत्र वर्तते? वृक्षे एव वर्तते। किन्तु उष्ण अनुष्णशीतस्पर्शः कुत्र वर्तते इति चेत् वायौ वर्तते, अन्यत्र कुत्रापि न वर्तते। पृथिव्यां तत्र स्पर्शः भिन्नरूपः अस्ति, जले भिन्नरूपः अस्ति, तैजसि स्पर्शं भिन्नरूपः अस्ति इति कृत्वा तत्र विजातीयस्पर्शः अनुष्णाशीत विजातीयस्पर्शः इत्युक्ते तत्र वायौ यत् स्पर्शः अस्माभिः अनुभूयते तत् केवलं वायौ एव भवति, अन्यत्र न भवति इति कृत्वा तत्र वायुः इति द्रव्यं भवेत् इति अनुमातुं कर्तुं शक्यते। समीचीनं, धन्यवादः। अन्तिमवाक्यं बालसुब्रह्मण्यं महोदय भवान् वदतु। एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तद् आश्रयतया आकाशः सिद्ध्यति। शब्दरूपगुणम् अस्ति इति ज्ञातः प्रतिगुणस्य द्रव्यम् अवश्यम् इति अपि ज्ञातः, तस्मात् सत्त्वरूपगुणस्य अधिकरणरूपेण द्रव्यम् एकं भवेत् इति कारणात् तद् आश्रयतया आकाशः इति द्रव्यम् अस्ति इति अवगमनं भवति. समीचीनं महोदय. हा, यथा वायौ अनुष्णाशीतस्पर्शः अनुभूय अस्माभिः अनुभूयते, अनेन वायुः इति द्रव्यम् अस्ति इति सिद्ध्यति, तथा शब्दः इति गुणः अस्माभिः अनुभूयते, गुणः स्वेन न तिष्ठति, अतः तत्रापि किमपि द्रव्यं भवेत्, तद्द्रव्यं किम् इति चेत् आकाशः इति. यद्यपि आकाशस्य प्रत्यक्षं न भवति, किमर्थमित्युक्ते आकाशे रूपं नास्ति, अतः प्रत्यक्षयोग्यं नास्ति, अपि च आकाशे स्पर्शः अपि नास्ति, अतः त्वचा अपि न ज्ञातुं शक्यते, चक्षुषा अपि न ज्ञातुं शक्यते, त्वचा अपि न ज्ञातुं शक्यते इति कृत्वा इदानीम् आकाशस्य प्रत्यक्षं येन केनापि इन्द्रियेण न भवति इति कृत्वा आकाशः इति द्रव्यम् अस्ति इति कथं वा ज्ञायते इति चेत् अनुमानेन. अत्र हेतु किं? शब्दः इति हेतुः. शब्दः अस्माभिः श्रूयते इति कृत्वा तत्र किमपि द्रव्यं भवेत्, तद्द्रव्यमस्ति आकाशः इति अस्ति. समीचीनम्. इदानीं हा वदतु भगिनि. एकः प्रश्नः, शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आकाशम् इति तत्र दत्तं खलु जि? शब्दगुणस्य एव आगन्तव्यं खलु तत्र रूप इति किमर्थम् आगच्छति तत्र? अत्र रूपम् इति पदेन रूपमिति गुणः न उक्तं, तत्र सामान्यप्रयोगः. समीचीनप्रश्नः. सामान्यप्रयोगः रूपगुण शब्दरूपगुणम्. इदानीं तत्र शब्दरूपं स्पर्शरूपम् आका घटरूपम् इति तादृशं वदामः किल, तत्र सामान्यप्रयोगः शब्दप्रकारकः गुणः इति. तत्र पूर्वम् अस्माभिः अधीतं किल ज्ञानविषये प्रकारः संसर्गः विषयः इत्यादिकं, भूतले घटः अस्ति इति तत्र पाठे, भूतले घटः अस्ति इति यदा यदा अस्माभिः ज्ञानं जायते तत्र घटे प्रकारता अस्ति इति तादृशं भवतु. इदानीं तत्र तं प्रति गच्छामश्चेत् इतोपि समयः स्वीकृतः इत्युक्ते तत्र रूपम् इत्युक्ते केवलं तत्र रूपमिति गुणः न उक्तं, केवलम् अस्माकं सामान्यप्रयोगः लौकिकप्रयोगः कृतम्, अत्र पारिभाषिकशब्दः नास्ति. शब्दरूपगुणस्य शब्दप्रकारकगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिद्ध्यति. समीचीनम्. इदानीं श्रीराममहोदय भवान् पठति वा अग्रे? अस्तु महोदय, श्रूयते वा? हा. तत्र च अनुमानेन सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधकयुक्तिः अस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव, अनुभूयते च अनुमितस्यापि वायोः नानात्वम्. अन्यो हि समीरणः वृक्षादिकम्पनहेतुः, अन्यश्च शरीरान्तसञ्चारी प्राणः. यथा वा आत्मसुखादिप्रत्यक्षाय तावत्पर्यन्तं महोदय. क्षम्यतां महोदय, तत्र प्राणः इति प्राणः. तत्र अनुमानेने सिद्ध्यतः पदार्थस्य, पूर्वम् आकाशस्य अपि च वायोः अनुमानेन अस्माभिः तेषां तयोः सिद्धं कृतः, अस्माभिः कृतः सिद्ध्यतः इति पदार्थस्य विशेषणम् अस्ति. छिद्यतः पदार्थस्य बहुत्वज्ञानाय, वायोः बहुत्वज्ञानं अपेक्षितम् अस्ति कथम् इति, तत्र युक्ति अस्माभिः प्रयुक्तव्यं, काचन साधकयुक्तिः अस्ति चेत्, यदा युक्ति वयं युक्तेः प्रयोगं कुर्मश्चेत् तस्य वायोः बहुत्वं स्वीक्रियते एव, तस्य इति वायोः बहुत्वं स्वीक्रियते एव इति अहम् अवगच्छामि. हा, अत्र अत्र प्रश्नः कः, मुख्यप्रश्नः कः इति चेत्, इदानीं पूर्वस्मिन् परिच्छेदे अस्माभिः किम् अधीतं, वायुः इति द्रव्यम् अस्ति इति अनुमानेन ज्ञायते इति, अस्तु किल. इदानीं तत्र वायोः लक्षणग्रन्थे अस्माभिः किम् अधीतं, रूपरहितस्पर्शवान् वायुः, सः द्विविधः, नित्यः अनित्यश्च, नित्यः परमाणुरूपा, अनित्यः कार्यरूपा, पुनस्त्रिविधः, शरीर इन्द्रियविषयभेदात् शरीरं वायुलोके, इन्द्रियं स्पर्शग्राहकं त्वक्, सर्वशरीर अन्तर्वर्ति विषयः वृक्षादिकम्पनहेतुः इति, तत्र वायोः नानात्वं स्वीकृतं, वायुः एकम् इति न उक्तम्. अस्तु, नानात्वम् अस्ति तस्य, नानात्वम् अस्ति. इदानीं वायुः इति द्रव्यम् अनुमानेन अस्ति इति अनुमानेन एव ज्ञातम् इति चेत्, तस्य नानात्वम् अस्ति इति कथं वा ज्ञातम् इति प्रश्नः उदेति. तस्य बोधनार्थं किमपि युक्तिः अस्माभिः स्वीकरणीयः इति उक्तम्. अग्रे वदतु महोदय. मुरळीमहोदयस्य प्रश्नः किमपि अस्ति वा? नास्ति महोदय. अस्तु अस्तु. अनुभूयते च अनुमितस्यापि वायोः नानात्वम्, अनुमानेन अपि च अनुभवेन वायोः नानात्वम् अस्माभिः अस्माकम् अनुभवम् अनुभवमस्ति अपि च अनुमानमपि वयं ज्ञानम् इति वदतु, अस्माकं ज्ञानं अनुमानेन अपि च अनुभवेन च वायोः नानात्वं सिद्ध्यति. सिद्ध्यति. अन्यो हि समीरणः वृक्षादिकम्पनहेतुः, वृक्षाः अपि कम्पन्ते, वृक्षाः कम्पन्ते, अनेन ज्ञानेन वयम् अनुमानं कर्तुं शक्यते तत्र वायुः अस्ति इति. न न न, अत्र वार्ता तद् नास्ति. इदानीमेव मया उक्तं किल, तदेव विजयाभगिनी पृष्टवती, विजयाभगिनी नास्ति, विजयभगिनी पृष्टवती तत्र वायुः अस्ति इति, वृक्षस्य कम्पनं दृष्ट्वा वायुः अस्ति इति अनुमातं यदा कदापि न कर्तुं शक्यते. कम्पनं दृष्ट्वा वृक्षः अस्ति इति एव ज्ञातुं शक्यते. तद् अन्यो हि समीरणः वृक्षादिकम्पनहेतुः, वृक्षादिकम्पनहेतु इति उक्तमस्ति खलु उत्तर. सत्यं, तत्र कम्पनहेतुः वायुः अस्ति, तत्र अन्य. इदानीं तत्र अस्माकं चिन्तनं किं, वायोः नानात्वम् अस्माभिः निरूपणीयं किल, वायुः नाना इति निरूपणीयं. केन निरूपणीयम्? अनुभवेन वा अनुमानेन वा निरूपणीयम्? अस्तु, इदानीं प्रथमम् अस्माकम् अनुभवं स्वीकृतम्. अस्माकं प्रथम अनुभवं किं? वृक्षादिकम्पनहेतुः वायुः अन्यः. कस्मात् अन्यः? कस्मात् अन्यः? अग्रे पठतु. अन्यश्च शरीरान्तसञ्चारी प्राणः. हा, वदतु, इदानीं वदतु. एकः वृक्षादीनां कम्पनं, वृक्षाणां कम्पनं, अन्य च शरीरसञ्चारी अस्ति, प्राणयोः भेदः अस्ति. शरीरसञ्चारी प्राण अपेक्षया वृक्षादि वृक्षाणां अस्माभिः ज्ञातः वायुः भिन्नः अस्ति. हा, इति अस्माकं साक्षात् अनुभवः अस्ति. अस्माकम् अन्ते शरीरस्य अन्ते यः वायुः प्रचलति तद्वायुः भिन्नः निश्चयेन, किल प्राणः भिन्नः. अपि च बहिः तत्र शीतस्पर्श अनुष्णाशीतस्पर्शवान् वायुः, अपि च यः वायुः वृक्षादिकम्पनहेतुः अस्ति तद्वायुः भिन्नः अस्ति, भिन्नः अस्ति किल इति अस्माकं साक्षात् अनुभवः अस्ति, अनुभवः अस्ति इति कृत्वा तत्र नानात्वं स्वीकर्तव्यमेव. अनुभवेन नानात्वं साधितं. केन साधितम् इति चेत् शरीरान्तरसञ्चारी प्राणः भिन्नः, वृक्षादिकम्पनहेतुः वायुः भिन्नः इति वायोः तत्र भेदः अस्ति इति कृत्वा तत्र निश्चयेन नानात्वम् अस्माभिः अनुभूयते. अतः अनुभवेन वायोः नानात्वं सिद्ध्यति इति एकम् अवगच्छति किल. अवगच्छामि. अस्तु, इदानीं धन्यवादः महोदय. इदानीं भानुचैतन्यमहोदय अग्रे पठति वा यथा वा इति. महोदय, यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितं तस्य अनेकत्वमपि आवश्यकम्. एकेनैव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःखाद्यसम्भवात्. अतः मनसः अनुमानसिद्धत्वे तस्य बहुत्वं स्वीक्रियते न तथा आकाशस्य एकत्वेन हानि स्वीक्रियते इति यावत् स्वीक्रियते. यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितं ज्ञानं सुखदुःखम् इच्छा द्वेष प्रयत्नम् इति सप्त पदार्थाः महोदय. महोदय, सप्तपदार्थाः इति पुनः वदतु. सुख दुःख ज्ञान गुणाः सन्ति किल, षड् गुणाः. षड् गुणाः महोदय. एतत् इन्द्रियेण पञ्चेन्द्रियेण ज्ञातुं न शक्यते किन्तु अनुभूयते. अतः कथम् अनुभूयते इति मनसः अनुभूयते इति अनुमानं कर्तुं शक्नुवन्ति. हा इति तत्र पश्यतु, यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितम्. इदानीं मनः इति इन्द्रियं मनसः प्रत्यक्षं भवितुमर्हति वा महोदय? मनसः प्रत्यक्षं भवितुमर्हति वा? न. किमर्थम्? उद्भूतरूपम् अस्ति. केवलम् उद्भूतरूपं नास्ति इति न, अपि च परमाणु मनसः परिमाणं किम्? परमाणुपरिमाणं महोदय, परमाणुपरिमाणभिन्नपरिमाणं. अतः मनः इति इन्द्रियम् अस्ति इति प्रत्यक्षेन न ज्ञातुं शक्यते. प्रत्यक्षेन न ज्ञातुं शक्यते इति चेत् मनः इति इन्द्रियमस्ति इति केन ज्ञातुं शक्यते इत्यस्मिन् विषये इदानीं चर्चा प्रवर्तमानमस्ति. अनुमानेन ज्ञायते इति. आं महोदय. इदानीं तत्र अनुमानं केन कृतम् इति चेत्, यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितम् इति. आत्म इदानीं तत्र आत्मनि सुखं वा दुःखं वा अस्माभिः अनुभूयते चेत् तस्य ज्ञानं भवत्येव. किन्तु सुखस्य वा दुःखस्य वा नो चेत् तस्य तेषाम् आधारीभूत आत्मनः वा प्रत्यक्षं न भवति इति कृत्वा प्रत्यक्षं न भवति इत्युक्ते तत्र बाह्येन्द्रियेण बाह्येन्द्रियैः प्रत्यक्षं न भवति तथापि तेषां ज्ञानं भवत्येव आत्मा अस्ति इति ज्ञानमस्ति अपि च सुखं तेषु तस्मिन् आत्मनि विद्यमानसुख दुःख इच्छा द्वेष प्रयत्न ज्ञानम् इत्यादीनां ज्ञानमपि अस्माभिः वर्तते इति कृत्वा तत्र किमपि इन्द्रियम् अस्ति अनेन इन्द्रियेण एतेषां ज्ञानं भवति इति अनुमानं कर्तव्यम् इन्द्रियं विना ज्ञानं न भवति प्रत्यक्षस्य लक्षणं किं यद् इन्द्रियैः जायते यद् ज्ञानं यद्विशिष्टज्ञानम् इन्द्रियैः जायते तत् प्रत्यक्षम् इति इदानीम् इन्द्रियं बाह्येन्द्रियेण आत्मनः ज्ञानम् अपि च तस्मिन् आत्मनः विद्यमानगुणानां ज्ञानं न भवितुमर्हति किन्तु ज्ञानम् अस्ति अतः तत्र अनेन ज्ञानेन तत्र अनुमानं कर्तुं शक्यते मनः इति इन्द्रियं भवेत् इति अस्तु अग्रे महोदय तस्य अनेकत्वमपि आवश्यकं यतोहि तस्य इत्युक्ते कस्य अनेकजीवाः मनसः सत्यं जीवाः बहूनि सन्ति अतः प्रत्येकजीवस्य अनुभूतिः अपि भिन्नं भवति अतः मनः अपि अनेक आवश्यकान् बहवः जीवाः बहूनि इति नास्ति बहवः जीवाः सन्ति बहवः अतः प्रत्येकं जीवे मनः भवेत् इति कृत्वा ये तत्र ये जीवाः सन्ति तानि मनांसि अपि भवेत् इति आगच्छन्ति अतः मनसः नानात्वं सिद्ध्यति अग्रे एकेनैव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःखाद्यसम्भवात् चिन्तयति चेत् मनसः एकः एव मनसः परिमाणमपि परमाणुपरिमाणम् अस्ति तत् एक मनस् युगपत् सर्वेषाम् आत्मनां यत् अनुभवं सम्भवन्ति तद् ज्ञातुम् एकः मनसः न शक्यते किमर्थं चेत् कोऽपि सुखेन कोऽपि दुःखेन कोऽपि इच्छा द्वेष इति युगपत् भवितुं शक्यते हा इति कृत्वा तत्र इदानीं तत्र अनुमानस्य हेतु उक्तम् इदानीं बहवः जीवाः सन्ति प्रत्येकं जीवे तत्र सर्वदा सुखं वा दुःखं वा ज्ञानं वा तत्र इच्छा वा इति एतादृशगुणाः जायन्त्येव अपि च तेषां गुणानां ज्ञानं भवत्येव किन्तु इदानीं मनः एकः इति एकमेव मनः इति स्वीकुर्मश्चेत् तत्र एकेन मनसा सर्वेषां ज्ञानं प्रत्येकं जीवानां ज्ञानं प्रत्येकम् आत्मनि न भवितुमर्हति इति कृत्वा तत्र मनसः अनेकत्वं स्वीकृतम् अस्ति अग्रे अतः मनसः अनुमानसिद्धत्वेपि तस्य बहुत्वं स्वीक्रियते अतः मनसः बहूनि मनांसि भवन्ति एकः मनसः न कारणात् एकः मनः न अङ्गीकृते बहूनि मनांसि सन्ति इति अत्र तर्कितम्। अपि च तत्र एकं दोषं मया कृतं, तद् अहम् इदानीमेव समीकरोमि। तत्र अस्मिन्नेव पङ्क्तौ, तत्र द्वितीयवाक्यं द्वितीय पङ्क्तौ अस्ति, अस्मिन्नेव परिच्छेदे द्वितीयपङ्क्तौ, अनुभूयते च अनुमानस्यापि वायोः नानात्वम् इत्यस्मिन् वाक्ये मया किमुक्तं, तत्र वायोः नानात्वम् अनुमानेन अपि च अनुभवेन साधितुं शक्यते इति उक्तं, तद् दोषाय। अनुभूयते च अनुमितस्यापि वायोः नानात्वं, यद्यपि वायुः इति द्रव्यम् अस्ति इति अनुमानेन एव ज्ञातं, तथापि वायोः नानात्वं केन साधितम् इति चेत् केवलम् अनुभवेन साधितम्। अस्माकम् अनुभवं किं? तत्र वृक्षादिकम्पनहेतुः यः वायुः अस्ति तद्भिन्नम्, अस्माकं शरीरे यः वायुः प्रचलति तद्भिन्नम् इति अनुभवः अस्ति इति कृत्वा तत्र अनुभवेन तस्य इत्युक्ते वायोः नानात्वं साधितम् इति वक्तव्यम् आसीत्। तत्र अनुमानेन अनुमितस्यापि इति तत्र अपि शब्दं दृष्ट्वा मम मनसि किञ्चित् भ्रमः जातः, किन्तु यद् मया उक्तं तद् दोषाय। अनुमितस्यापि वायोः इत्युक्ते यद्यपि वायुः अनुमितः अस्ति, अनुमानेनैव साधितः अस्ति, तथापि तस्य ज्ञानात्वं नानात्वम् अस्माभिः अनुभूतमेव इति कृत्वा तस्य वायोः नानात्वं सिद्ध्यति। अपि च मनसः मनः इति द्रव्यम् अस्ति इति केन साधितं, केन लब्धम् इति चेत् अनुमानेन एव लब्धं, तथापि तस्य नानात्वं तत्र अनुभवेन इति न, किन्तु अनुमानेन एव साधितं। केन तत्र अनुमानं किम् इति चेत् एकेन एव परमाणुरूपेण मनसा सर्वेषाम् आत्मानां युगपत् सुखदुःखादि असम्भवात्, तत्र न सम्भवत्येव, एकमेव मनः अस्ति इति स्वीकुर्मश्चेत् तत्र बहूनां जीवानां भिन्नभिन्न ज्ञानं जायते। यस्मिन् समये मयि सुखम्, अहं सुखी इति ज्ञानं यस्मिन् समये जायते, तस्मिन्नेव समये अन्यस्य अहं दुःखी इति ज्ञानं जायते इति कृत्वा तत्र कथं वा एकमेव मनः अस्ति चेत् कथं वा विरुद्धज्ञानम् एकस्मिन् समये जातुम् अर्हति इति प्रश्नः उदेति, तत् न भवति इति कृत्वा तत्र मनसः नानात्वं स्वीकृतं। तत्र मनसः नानात्वम् अनुमानेन स्वीकृतं, वायोः नानात्वम् अनुभवेन स्वीकृतं, यद्यपि वायुः अपि च मनः द्वयमपि अस्ति इति अनुमानेन एव ज्ञातं, तथापि तेषां नानात्वस्य विषये, वायोः नानात्वस्य विषये अनुभवं प्रमाणमस्ति, मनसः नानात्वविषये अनुमानं प्रमाणमस्ति इति अस्ति। अत्र कस्यापि सन्देहः वर्तते वा? तत्र एव समीरणः इत्युक्ते किञ्चित् वायुः एव, समीरणः इत्युक्ते वायोः पर्यायपदमस्ति। आम्, वायोः पर्यायपदमस्ति समीरणः। जयदेव अष्टपदी समीचीनं। मनसः बहुत्वम् इत्युक्ते मनसस्य मनसः मनः चिन्तनमेव खलु जि, तत्र बहुत्वं मनः बहवः नास्ति, मनसः बहवः एव, मनसः बहुत्वस्य विषये एव चिन्तनम्। मनसि बहूनि चिन्तनानि इत्यस्मिन् विषये नास्ति, प्रत्येकं मनसि बहूनि चिन्तनानि भवत्येव, किन्तु मनसः बहुत्वं कथं साधयति इति चेत्, इदानीं तत्र मनः इति द्रव्यम् अस्ति इति कथं ज्ञातम् अनुमानेन एव ज्ञातम्। किन्तु इदानीं तस्मिन् उपरि मनः इति द्रव्यमेव अनुमानेन ज्ञातम् अस्ति चेत् इदानीं तस्मिन् उपरि मनसः नानात्वमस्ति वा न वा इति चिन्तनस्य का गतिः इति चेत् तत्रापि अनुमानेन एव ज्ञायते, मनसः नानात्वं स्वीकर्तव्यम्। किमर्थम् इति चेत् तत्र एकस्मिन् समये बहूनां जीवानां भिन्नभिन्न अनुभवः अपि च भिन्नभिन्नज्ञानं जायते। केवलं भिन्नभिन्नज्ञानम् इति न, विरुद्धज्ञानमपि जायते। तदेव मया उक्तं, यस्मिन् समये मम मनसि सुखम् अनुभूयते, मम आत्मनि सुखम् अनुभूयते, तस्मिन्नेव समये अन्यस्य आत्मनि तत्र दुःखम् अनुभूयते इति कृत्वा एकमेव मनसा विरुद्धज्ञानं कथं वा उत्पादयितुं शक्यते एकस्मिन्नेव समये इति कृत्वा तत्र मनसः नानात्वं स्वीकृतम् इति अस्ति। अस्तु, समीचीनम् इति इति तावत्पर्यन्तम् अस्माभिः दृष्टम्। इदानीं तत्र प्रकृतविषयः अस्माकम् आकाशः अस्ति किल, तस्मिन् विषये इदानीं चिन्तनं अग्रे भवति, तद् अग्रिमसप्ताहे पश्यामः। सर्वेषां नमस्कारः, धन्यवादश्च। धन्यवादः, धन्यवादः, धन्यवादः महोदय, धन्यवादः, धन्यवादः महोदय, नमस्कारः, धन्यवादः।